अस्तु, तर्हि अद्यतनविषयः अस्ति लङ्नकारः भूतकाले. अस्तु, भूतकाले लङ्नकारः. अस्तु, अद्यतनविषयः अस्ति लङ्नकारः, किन्तु वयं जानीमः यत् बालकः गतवान्, ज्योत्स्नाभगिनी वदतु, बालकः गतवान्, बालिका गतवती, तत्र लिङ्गभेदः किमर्थमस्ति? विशेषणमस्ति खलु, विशेषणं वदतु, विशेषणमस्ति खलु. इति कारणतः यत्र विशेषणमस्ति तत्र लिङ्गभेदः भवति, यत्र क्रियापदमस्ति तत्र लिङ्गभेदः भवति वा? क्रियापदमस्ति, बालकः गच्छति, बालिका गच्छति, बालकः गच्छति, बालिका गच्छति, तत्र लिङ्गभेदः नास्ति, यतोहि क्रियापदमस्ति. इदानीं विशेषणमस्ति चेत् बालकः सुन्दरः, बालिका सुन्दरी, बालिका सुन्दरी, सुन्दरी, बालकः सुन्दरः, बालिका सुन्दरी. यत्र विशेषणं, विशेषणं नाम विशेषणं, विशेषणं यत्र विशेषणमस्ति, विशेषणमस्ति चेत् तत्र लिङ्गभेदः अस्ति. बालकः सुन्दरः, बालिका सुन्दरी, लिङ्गभेदः अस्ति. बालकः गतवान्, बालिका गतवती, इति लिङ्गभेदः अस्ति. अतः गतवान् गतवती इति विशेषणं, गच्छति बालकः, गच्छति बालिका गच्छति, तत्र लिङ्गभेदः नास्ति खलु. लङ्लकारे लिङ्गभेदः अस्ति वा रत्नभगिनी? नास्ति. किमर्थं? क्रियापदः अस्ति, क्रियापदमस्ति, क्रियापदम् अस्तु. अस्तु, तर्हि लक्ष्मी भगिनी भवती वदतु, गच्छति तत्र लङ्लकारस्य रूपाणि, बालकः बालकः अगच्छत्, बालकौ बालकौ अगच्छतां, बालकाः अगच्छन्, त्वम् अगच्छः, युवाम् अगच्छतं, यूयम् अगच्छत, अहम् अगच्छम्, आवाम् अगच्छाव, वयम् अगच्छाम. बहु सम्यक् अस्ति. अस्तु, ज्योत्स्ना भगिनी वदतु, बालिका लिखति लङ्लकारस्य. बालिका अलिखत्, बालिके अलिखतम्, बालिकाः अलिखन्, त्वम् अलिखः, युवाम् अलिखतम्, अलिखतम् यूयम् अलिखतः, अलिखत, अहम् अलिखम्, आवाम् अलिखाव, वयम् अलिखाम. बहु सम्यक् अस्ति. अस्तु, जनः पिबति लम्, जनः लङ्नकारे अपि, जनः जनः अपिबत्, जनः द्विवचने, जनो अपिबतां, जनाः अपिबन्, जनः त्वम् अपिबत् अपिबः, युवाम् अपिबतं, यूयम् अपिबत, अहम् अपिबम्, अवाम् अपिबाव, वयम् अपिबाम. बहु सम्यक् अस्ति, तथैव अस्ति. अस्तु, अग्रे सरेम. इदानीं करपत्रमस्ति सर्वेषां पार्श्वे अस्ति वा करपत्रम्? सर्वे स्वीकुर्वन्तु वा? स्वीकृतवन्तः. करपत्रमस्ति. अस्तु, ग्रन्था भगिनी कृपया आरम्भे पठतु. किमस्ति? करपत्रद्वयमस्ति, तत्र सामान्यकरपत्रं नाम लघुपर लघुपरकरपत्रमस्ति, अनन्तरं बृहत् करपत्रमस्ति. लघु मृणं दृष्ट्वा लकार अस्तु, किं लिखितवान्? लङ्लकारस्य अभ्यासः, लङ्लकारस्य अभ्यासः परस्मैपदिनः धातवः. उदाहरणं दृष्ट्वा लकार परिवर्तनं करोतु. खादति अखादत्, चलति अचलत्. खादति बालकः अखादत्. माता चलति, माता अचलत्. शिशवः क्रीडन्ति, शिशवः अक्रीडन्. अस्तु भगिनि. नर्तकी नृत्यति, नर्तकी अनृत्यत्. अध्यापकः वदति, अध्यापकः अवदत्. विद्यार्थी तिष्ठति, विद्यार्थी अतिष्ठत्. किन्तु महाप्राणः अपि भवेत् अत्र. महाप्राणः अपप्राणः नाम विद्यार्थी तिष्ठति, ठ अतिष्ठत्. पुनः वदतु अतिष्ठत्. धन्यवादः. कर्मकरः स्मरति, कर्मकरः अस्मरत्. कुक्कुरः पिबति, कुक्कुरः अपिबत्. मित्रं हसति, मित्रम् अहसत्. दुर्जनः चोरयति, दुर्जनः अचोरयत्. दुर्जनः चोरयति, दुर्जनः अचोरयत्. पुरुषाः नयन्ति, पुरुषाः अनयन्. पत्राणि पतन्ति, पत्राणि अपतन्. अस्तु, सम्यक् अस्ति. पुष्पाणि शुष्यन्ति, पुष्पाणि अशुष्यन्. अर्थः कः जानाति वा? शुष्कः, शुष्कः इति शब्दं जानाति? शुष्कः, शुष्कः यत्र जलं नास्ति, यत्र जलं नास्ति शुष्कः. अत्र उत्पीठिका शुष्का अस्ति, तर्हि गायिके गायतः, गायिके अगायताम्. सहायकाः पचन्ति, सहायकाः अपचन्. छात्राः पठन्ति, छात्राः अपठन्. वैद्याः चिन्तयन्ति, वैद्याः अचिन्तयन्. दूतौ सूचयतः, दूतौ असूचयताम्. हरिणाः धावन्ति, हरिणाः अधावन्. आरक्षकौ रक्षतः, आरक्षकौ अरक्षताम्. अहं गच्छामि, अहम् अगच्छम्. वयं पश्यामः, वयं पश्याम. अहं तिष्ठामि, अहम् अतिष्ठतम् अतिष्ठम्. आवां लिखाव, आवां लिखावः, आवां लिखावः, आवां लिखाव अलिखाव. वयं पृच्छामः, वयम् अपृच्छाम. अहं पठामि, अहम् अपठम्. वयं दर्शयामः, वयम् अदर्शयाम. आवां पाठयावः, आवाम् अपाठयाव. त्वं धावसि, त्वम् अधावः. युवां चिन्तयतः, युवां चिन्तयतम्. पुनः वदतु. युवां चिन्तयतम् किन्तु आ अस्ति खलु आ चिन्तयतम् यूयं वपथ यूयम् अवपथ किमस्ति अवपत नाम बालकः किमस्ति वप वर्तमानकाले बालकः लट् वपति वपति अतः वपनं यत्र बीजमस्ति वृक्षस्य बीजं तत्र भूमौ स्थापयामः अनन्तरं वृक्षः भविष्यति इति वपनमस्ति बालकः वपति कृषकः फार्मर् इति कृषकः इति वपति वपति इति अर्थः अतः अस्तु तस्य तत्र रूपाणि वदतु एकवारं युया भूतकाले बालकः वपति भूतकाले अवपत् बालकौ बालकौ अवपतां बालकाः अवपन् त्वं अवपः यूयं युवाम् अवपतम् यूयम् अवपत अहम् अवपम् आवाम् अवपाव वयम् अवपाम आवाम् याचवः आवाम् अयाचव अहम् गणयामि याचति नाम प्रार्थनां करोति अहं गणयामि अहम् अगणयम् वयं वदामः वयम् अवदाम आवां रचयावः आवाम् अरचयाव उदाहरणं दृष्ट्वा लकारपरिवर्तनं करोतु पुरुषः उपविशति पुरुषः उपविशत् पुरुषः किमस्ति उपाविशत् पुरुषः उपविशति पुरुषः उपाविशत् बालिका विस्मरति बालिका व्यस्मरत् किमर्थं तथा अस्ति उपसर्गः कः उपसर्गः कः अत्र स्मरति विस्मरति वि उपसर्गः वि प्लस् अ प्लस् अत्र बालिका बालिका स्मरति इति अस्य किम् अस्ति बालिका स्मरति बालिका स्मरति लङ् अस्मरत् वाक्यं वदतु बालिका अस्मरत् अस्मरत् तर्हि वि प्लस् अस्मरत् इति अस्ति अत्र कः सन्धिः तत्र वयं न जानीमः अग्रे करिष्यामः तत्र ईकारस्य स्थाने यकारः भवति ई स्थाने यकारः तत्र तस्य सन्धेः नाम अस्ति यन् सन्धिः व्यस्मरत् माता आनयति तत्र किमस्ति दीर्घ स्वरमस्ति आनयत् माता आनयत् आनयत् माता आनयत् कर्मकराः प्रक्षालयन्ति कर्मकराः अप्रक्षालयन् पुनः कर्मकराः अत्र उपसर्गः अस्ति वा न उपसर्गः नास्ति अत्र प्र इति उपसर्गः अस्ति खलु अत्र अत्र क्षालयति इति अपि अस्ति क्षालयति तर्हि प्र यदि नास्ति तर्हि वदतु क्षालयति अक्षलत् कर्मकराः क्षालयन्ति कर्मकराः क्षालयन्ति कर्मकराः अक्षालयन् कर्मकराः प्रक्षालयन्ति कर्मकराः प्राक्षालयन् अग्रे अहम् आह्वयामि अहम् आह्वयम् सत्यमस्ति वयं प्राप्नुमः वयं प्राप्नुम् किमस्ति अप्राप्नुम् वयम् अप्राप्नुम् वयं प्राप्नुमः अप्राप्नुमः आप्नोति प्राप्नोति प्राप्नुमः आप्नुमः अत्र आप्नुमः इति भवति रूपं किम् उक्तवती आप्नोति प्राप्नुमः तर्हि सर्वाणि रूपाणि वदतु एकवारं बालकः अस्तु प्रा इति त्यज आप्नोति आप्नोति आप्नोत् आप्नुतां बालकः बालकः आप्नोत् बालकौ आप्नुताम् आप्नुतां बालकाः आप्नुवन् त्वम् आप्नुः न तत्र आप्नोः इति अस्ति अत्र किमस्ति आप्नु उकार तत्र गुणः भवति प्रथमपुरुषे आप्नोत् आप्नोः उकारः नास्ति तत्र अन्यत्र उकारः अस्ति तत्र तु नास्ति प्राप्नोत् प्राप्नोः आप्नोत् आप्नोः अस्तु अग्रे त्वम् आप्नोः युवाम् आप्नुताम् यूयम् आप्नुतम् आप्नुतम् यूयम् आप्नुत अहम् आप्नुवम् आप्नुवम् आवाम् आप्नुव आप्नवम् इति अस्ति आप्नवम् आप्नवम् इति भिन्नमस्ति आप्नवम् आप्नो तत्र आप्नो अस्ति अनन्तरम् एचो युवायावः इति अवादेशः भवति आप्नवम् आप्नवम् आवाम् आप्नवाव वयम् आप्नुव आप्नुव वयम् आप्नुम अस्तु तर्हि पुनः वदतु अत्र वयं वयम् आप्नुम प्राप्नुम प्राप्नुम प्राप्नुम प्राप्नुम अस्तु लक्ष्मीभगिनी अग्रे वदतु ग्राहकः स्वीकरोति ग्राहकः स्वीयकरोत् कथमस्ति ग्राहकः स्वीकरोति ग्राहकः स्वीयकरोत् स्वीयकरोत् न किं किं भवेत् स्वीयकरोत् तत्र ई स्थाने य स्व्यकरोत् स्व्यकरोत् स्व्य स्व्यकरोत् आ इति न स्वीय स्वीयकरोत् स्वीयकरोत् स्वीयकरोत् सज्जनौ उत्तिष्ठतः सज्जनौ अस्तु यदि उपसर्गः नास्ति तिष्ठति तिष्ठतः सज्जनौ तिष्ठतः सज्जनौ तिष्ठतः सज्जनौ अतिष्ठताम् अतिष्ठताम् तर्हि उत् प्लस् अतिष्ठताम् तु सम्यक् किम् अस्ति भवतु अतिष्ठताम् उत् सम्यक् अस्ति कः सन्धिः अस्ति जानाति एव तकारस्य स्थाने दकारः आगच्छति जष्ट्वसन्धिः अस्ति बहु सम्यक् अस्ति विस्मृतवती वा अत्र जष्ट्वसन्धिः अस्ति अत्र उदतिष्ठताम् अस्ति उदतिष्ठताम् उदतिष्ठताम् सज्जनौ उदत् उत्तिष्ठतः सज्जनौ उदतिष्ठताम् अभियन्तारः अङ्गीकुर्वन्ति अभियन्तारः अङ्गीकुर्वन् अङ्ग्यकुर्वन् अभियन्तारः अङ्ग्यकुर्वन् अस्तु ज्योतिमयि कुत्र अस्ति खलु किम् अभवत् माता स्वीकृतवती आवाम् आगच्छावः आवाम् आगच्छाव शुनकः अनुसरति शुनकः अन्वसरत् वयम् उपनयामः वयम् उपानयाम अनुवादकाः अनुवदन्ति अनुवादकाः अन्वदन् पुनः अनु नास्ति चेत् अवदन् अनु प्लस् अवदन् अन्वदन् उ प्लस् आ अनु प्लस् अवदन् अन्ववदन् पुनः वदतु अन्ववदन् अवगच्छति वा सन्धिः कः अहं परिपालयामि अहं पर्यपालयम् सम्यक् अस्तु दुर्जनाः प्रहरन्ति दुर्जनाः प्राहरन् महिले निक्षिपतः महिले न्यक्षपत् महिले न्यक्ष द्विवचनं न्यक्षपतां न्यक्षिपताम् उदाहरणानुगुणं लकारपरिवर्तनं करोतु बालकः पुस्तकं पठति बालकः पुस्तकम् अपठत् अहं भोजनं खादामि अहं भोजनम् अखादम् भवन्तः श्लोकं वदन्ति भवन्तः श्लोकम् अवदन् आवां फलरसं पिबावः आवां फलरसं पिबाव अपिबाव एते घटीं पश्यन्ति एते घटीम् अपश्यन् अध्यापकौ पाठं पाठयतः अध्यापकौ पाठम् अपाठयथाम् पुनः अध्यापकौ पाठम् अपाठयताम् अपाठयताम् नाम तत्र कुत्र महाप्राणः अस्ति कुत्र महाप्राणः नास्ति तत्रापि सावधानं स्यात् थामति नास्ति ताम् अस्ति अपाठयताम् अग्रे त्वं शाकं कर्तयसि त्वं शाकम् अकर्तयतः वयं कार्यालयं गच्छामः वयं कार्यालयम् अगच्छाम त्वं शाकं कर्तयसि त्वं शाकं कर्तयसि भवान् किम् उक्तवान् त्वं शाकम् अकर्तयतः अकर्तयतः सत्यम् वयं कार्यालयं गच्छामः वयं कार्यालयम् अगच्छाम युवां स्थालिकाः स्थापयतः युवां स्थालिकाः युवां स्थालिकाः स्थापयतः युवां स्थालिकाः अस्थापयतम् सेवकौ अस्ति वा अकर्तयः इति भवति त्वं शाकम् अकर्तयः अकर्तयः इति अस्ति तत्र दोषः अस्ति अकर्तयः इति एव अस्ति अकर्तयः क्षम्यताम् कर्तयति कर्तयसि अकर्तयतः अकर्तयः क्षम्यताम् कर्तयः सम्यक् सेवकौ सेवकौ लताः सिञ्चितः सेवकौ लताः असिञ्चिताम् असिञ्चताम् असिञ्चताम् खलु सिञ्चताम् सेवकौ लताः असिञ्चताम् यूयं चोरं ताडयथ यूयं चोरम् अताडयत सम्यक् अस्ति अस्तु अग्रे चालकाः वाहनानि चालयन्ति चालकाः वाहनानि अचालयन् अहं वस्त्राणि क्षालयामि अहं वस्त्राणि अक्षालयम् त्वं स्पर्धां पश्यसि त्वं स्पर्धाम् अपश्यः निर्वाहकः यात्रापत्रं यच्छन्ति निर्वाहकः यात्रापत्रम् अयच्छन् यूयं प्रश्नान् पृच्छतः यूयं प्रश्नान् अपृच्छत् अस्तु इदानीं निर्वाहकाः यः यः निर्वाहनं करोति सः निर्वाहकः निर्वाहनं नाम सम्बन्ध प्रबन्धकः अस्तु इदानीं अस्तु गता भगिनी वदतु एकवारं तत्र सेवते न बालकः बालकः बालकः असेवता बालकौ असेवेतां बालकाः असेवन्त त्वं तत्र परस्मैपदी इदानीम् आत्मैपदी अस्ति त्वं किमस्ति युवाम् असेवतां यूयम् असेवत्वम् अहम् असेवम् असेवे आवाम् असेवाः असेवहि यूयम् असेमहि असेवावहि असेवामहि बालकः असेवता बालकौ असेवतां बालक असेवेतां बालकाः असेवन्त त्वम् असेवथाः यूयम् असेववेत्थां युवाम् असेवेथां यूयम् असेवध्वम् अहम् असेवे आवाम् असेवावहि यूयम् असेवामहि वयम् असेवामहि अस्तु सम्यक् अस्ति तर्हि द्वितीयवारं कुर्मः इदानीम् अस्तु सुब्रह्मण्यमहोदय तत्र बालकः वर्तते वदतु लङ्कारस्य बालकः अस्तु लक्ष्मी भगिनी अस्ति वा दृष्ट्वा अस्ति वा तत्र भवती वदति यत् अभ्यासः अपेक्षितः तत्र कीदृश अभ्यासः भविष्यति प्रयासं करोतु एकवारम् बालकः अवर्तत बालकौ बालकः अस्तु अवर्तत तत्र किं बालकः इति त्यजतु एकवारम् अवर्तत अवर्तत अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम् अवर्तध्वम् अवर्ते अवर्तावहि अवर्तामहि इदानीं बालकः बालकः अवर्तत बालकौ अवर्तेताम् बालकाः अवर्तन्त त्वम् अवर्तथाः युवाम् अवर्तेथाम् यूयम् अवर्तध्वम् अहम् अवर्ते आवाम् अवर्तावहि वयम् अवर्तामहि बहु सम्यक् अस्तु अग्रेसरेम तर्हि इदानीम् आत्मनेपदे भवानेव आत्मनेपदे परस्मैपदे हौ टु ऐडेण्टिफै न तत्र केवलम् अभ्यासेन अभ्यासः अस्ति यत्र पाणिनिः धातुपाठं कृतवान् तत्र तत्र चिह्नानि सन्ति सङ्केताः सन्ति मूल तत्र वदामि उदाहरणार्थं यत् यथा धातुः करोति क्रियपदमस्ति करोति बालकः करोति तत्र धातुः कः इति कोऽपि जानाति वा धातुः कृ इति धातुः अयं कृ धातुः लौकिकधातुः अस्ति तत्र पाणिनेः धातुः भिन्नः अस्ति डुक्रैं इति धातुः अस्ति अनन्तरं यथा गच्छति इति धातुः कः गम् धातुः पाणिनीयधातुः अस्ति गम्लृ तत्र सङ्केताः सन्ति तत्र वयं ज्ञातुं शक्नुमः यत् धातुः आत्मनेपदि धातुः अस्ति परस्मैपदि धातुः अस्ति तत्र सङ्केतः अस्ति चिह्नम् अस्ति किन्तु अत्र केवलम् अभ्यासः अस्ति अभ्यासः नाम सेव् धातुः सेवते भवति सेवति न भवति सेवते भवति केवलम् अभ्यासेन न कोऽपि उपायः अस्ति पुस्तके न लिखति इति आत्मने इति परस्मैपदि अस्ति पुस्तके कुत्र कुत्र पुस्तके अत्र एतानि सर्वाणि आत्मनेपदि धातवः एक्साम्पल्स् मोदते म्रियते वर्धते नाम अभ्यासेन एतत् सर्वम् अवश्यं दीयते अवश्यमस्ति तत्र क्रियपदं किमस्ति अथवा नाम सङ्गणकमस्ति चेत् तत्र जालपुटे गच्छति चेत् तत्र शब्दकोशे पश्यति चेत् सर्वं दत्तमस्ति शब्दकोशे नाम द्रष्टव्यं कुत्रचित् प्रथमवारं यदि अयं धातुः आत्मनेपदि अथवा परस्मैपदि इति न ज्ञायते चेत् न जानाति चेत् कुत्रचित् द्रष्टव्यमस्ति रेफरेन्स् द्रष्टव्यमस्ति अनन्तरं ज्ञात्वा अग्रे गत्वा ज्ञास्यति भवतु वा अथवा प्रश्नः अस्ति एकवारं द्रष्टव्यमस्ति अस्तु ज्योत्स्नामगिनी अग्रे पठतु आत्मनेपदिनः धातवः एतानि वाक्यानि पठतु कैकेयी दशरथां दशरथं वरम् अयाचत किम् अग्रे शबरी रामचन्द्रम् अवन्दत अवन्दत वन्दति धातुः खलु रावणः अङ्गदं दृष्ट्वा अकम्पत विभीषणः संस्कृतेन अभाषत भिक्षुकः भिक्षां प्राप्य अमोदत अस्तु एतादृशानि रूपाणि सन्ति उदाहरणानुगुणं लकार परिवर्तनं करोतु पक्षी आकाशे डयते पक्षी आकाशे अडयत गृहिणी वातायनं वीक्षते गृहिणी वातायनम् वातायनात् क्षम्यताम् गृहिणी वातायनात् अवीक्षत लतायां पुष्पाणि जायन्ते लतायां पुष्पाणि अजायन्त अहं पितरं वन्दे अहं पितरं अवन्दम् किमस्ति अहं पितरम् अवन्दे वयं सिंहं दृष्ट्वा पलायामहे वयं सिंहं दृष्ट्वा अपलायामहि दरिद्राः कष्टं सहन्ते दरिद्राः कष्टं असहन्त अहं दूरवाण्या अभाषे वधूः श्वशुरात् लज्जते वधूः श्वशुरात् अलज्जत ते बन्धोः वियोगेन खिद्यन्ते ते बन्धोः वियोगेन अखिद्यन्त वयं संस्कृतोन्नतिम् अपेक्षामहे वयं संस्कृतोन्नतिम् अपेक्षामहि न अपेक्षा इत्येव अपेक्षामहि अत्र उपसर्गः अस्ति अप ईक्षते ईक्षते इति अस्ति ईक्षते इति मूलधातुः ईक्ष् धातुः ईक्ष् इति मूलधातुः अस्ति अप प्लस् ईक्षते इदानीं करोतु अस्तु ईक्षते इति करोतु ईक्षति ईक्षते किम् अस्ति ईक्षते अपैक्षामहि सज्जनाः लोकमङ्गलं कामयन्ते सज्जनाः लोकमङ्गलम् अकामयन्त आकाशे सूर्यः प्रकाशते आकाशे सूर्यः प्रा उपसर्गः भवति वा प्राकाशत अहं शरीरेण वर्धे अहं शरीरेण अवर्धे ताः उद्याने मोदन्ते ताः उद्याने अमोदन्त कण्ठे हारः शोभते कण्ठे हारः अशोभत मिश्रिताभ्यासः उदाहरणं दृष्ट्वा लकारपरिवर्तनं करोतु उदाहरणं ह्यः सः पुस्तकम् अपठत् अद्य सः पुस्तकं पठति अहं बहु अधिकम् अखादम् अहं बहु अधिकं खादामि ताः बालिकाः सम्यक् रूपेण गृहपाठम् अकुर्वन् ताः बालिकाः सम्यक् रूपेण गृहपाठं कुर्वन्ति ते नाटकं दृष्ट्वा गृहं गत्वा अभाषन्त ते नाटकं दृष्ट्वा गृहं गत्वा भाषन्ति अभाषन्ते तौ बाल तौ बालकौ कार्यं कर्तुं न ऐच्छतां तौ बालकौ कार्यं कर्तुं न इच्छताम् वर्तमानकाले अस्ति इच्छतः वयम् अरण्यं गत्वा अमोदामहि वयम् अरण्यं गत्वा वदतु रूपाणि मोदते मोदते सर्वाणि रूपाणि मोदते मोदते मोदन्ते मोदसे मोदसे मोदेते मोदत्वे मोदेते मोदत्वे मोदसे मोदेथे मोदेथे मोदेथे मोदत्वे द्वे द्वे मोदद्वे मोदे मोदावहे मोदामहे वयम् अरण्यं गत्वा मोदामहे त्वं ह्यः किमर्थं भोजनं न अपचः त्वं ह्यः किमर्थं समाधानं पुनः वदतु वयम् अरण्यं गत्वा मोदामहे मोदामहे अरे महोदय मोदामहे इति भवति वा मोदन्ते सेवे सेवामहे सेवामहे मुद् धातुः क्षम्यताम् उपसर्गः त्वं ह्यः त्वम् अद्य किमर्थं भोजनं न पचसे बालिका मुद् इति धातुः अस्ति किन्तु तत्र सर्वत्र शप् आगच्छति तत् गुणः भवति मोद् सर्वत्र अस्ति यत्र यत्र भविष्यत्कालः अस्ति तत्र भिन्नम् अस्ति किन्तु अत्र लट् लिट् लोट् लट् लट् लोट् लङ् विदिलिङ् तत्र सर्वत्र मोद् मोद् भविष्यति सर्वत्र इति प्रश्नः वा मूद् इति धातुः अस्ति मूद् किन्तु मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे मोदे मोदावहे मोदामहे इति अस्ति सर्वत्र मोद् तस्य किमर्थमिति चेत् मोदति अस्य अनन्तरं तत्र क्रियापदस्य भागत्रयमिति स्मर्यते वा गच्छ तत्र पठति पठति धातुः अनन्तरम् अ ति वयम् अत्र न कृतवन्तः ति इति तिङ्प्रत्ययः अ विकरणप्रत्ययः अस्ति अति विकरणप्रत्ययः अस्ति अत्र अ इति विकरणप्रत्ययस्य प्रभावेन तत्र गुणः अस्ति मूद् इति मोद् सर्वत्र अस्ति अयम् अ इति मोदते मोदताम् इति लोट्लकारे अस्ति मोदताम् अनन्तरं लङ्लकारे अमोदत तत्र नाम विधिलिङ् विधिलिङ् किमस्ति मोदेत मोदेयाता मोदेरन् मोदेत तत्र मध्ये अ सर्वत्र अस्ति अ यावत् सर्वत्र अस्ति यत्र कुत्रापि तत्र अ इत्यस्य प्रभावेन सर्वत्र उ स्थाने ओ भविष्यति लट् लोट् लङ् विधिलिङ् किन्तु तत्र स्यते भविष्यत्काले तत्र अ नास्ति अतः मूदिष्यते मूदिष्यति तत्र मूद् अस्ति अत्र न अस्तु कुत्र आसीत् त्वम् अद्य किमर्थं भोजनं न पचसि अत्र अत्र मिश्रिताभ्यासः सर्वत्र आत्मनियति नास्ति मिश्रणम् अस्ति अत्र परस्मैपदे अस्ति अस्तु लक्ष्मी भगिनी अग्रे बालिका वानरं कदलीफलम् अददात् बालिका वानरं कदलीफलं ददाति विद्यार्थिनः विलम्बेन पाठशालां प्राप्नुवन् विद्यार्थिनः विलम्बेन पाठशालां प्राप्नुवन्ति बालकाः नूतनक्रीडाम् औहन्त बालकाः नूतनक्रीडाम् ऊहन्ति ऊहन्ति वा अत्र कोऽपि सहायं किमपि सहायं कोऽपि करोति किं स्यात् प्रथम भगिनि नवमं वाक्यम् औहन्त औहन्त बालकाः नूतनं क्रीडाम् औहन्त अत्र अस्ति ऊह इति धातुः ऊहते ऊहते बालकः ऊहते तर्हि अवगतम् अत्र तत्र वृद्धिः भवति लङ्लकारवृद्धिः भवति ऊहन्त ऊहते ऊहन्त अस्तु अग्रे आवाम् अध्यापिकां बहून् प्रश्नान् अपृच्छाव आवाम् अध्यापिकां बहून् प्रश्नान् अपृच्छाव वर्तमानकालः आवाम् अध्यापिकां बहून् प्रश्नान् पृच्छावः पृच्छावः अस्तु सम्यक् अस्ति अग्रे पुरुषानुसारं त्रिषु वचनेषु रूपाणि वदतु उदाहरणार्थं पठ प्रथमपुरुषः अपठत् अपठताम् अपठन् अपठत् प्रथमं करोतु लिख लिख उत्तमपुरुषः अलिखम् यच्छ प्रथमपुरुषः न न त्रिषु वचनेषु अत्र लिखितमस्ति किं लिखितमस्ति अलिखम् अलिखा वा अलिखाम यच्छ प्रथमपुरुषः अयच्छत् अयच्छताम् अयच्छन् गर्ज मध्यमपुरुषः अगर्जः अगर्जताम् अगर्ज अगर्जतम् अगर्जतः अगर्जः अगर्जतम् अगर्जत क्षिप् उत्तमपुरुषः अक्षिपम् अक्षिपाव अक्षिपाम कम्प प्रथमपुरुष अकम्पत् अकम्पताम् अकम्पन् पुनः ओ कम्पते अस्तु कम्पते अकम्पात अकम्पत अकम्पेताम् अकम्पन्त गम् अगच्छत् मध्यमपुरुष अगच्छः अगच्छतम् अगच्छत सेव् उत्तमपुरुषः असेवे असेवे असेवावहि असेवामहि नृत् प्रथमपुरुष अनृत्यत् अनृत्यताम् अनृत्यन् वद् मध्यमपुरुष वदति अवदः अवदतम् अवदत तड् उत्तमपुरुष तड् इति तडति इति भवति वा अताडयम् अताडयाव अताडयाम उचित लङ् लकार रूपेण रिक्तस्थलानि पूरयतु शिष्यः गुरुम् शिष्यः गुरुं वन्दते शिष्यः गुरुम् अवन्दत वयं गायामः वयम् अगायाम त्वम् अकारणम् लज्जसे त्वम् अकारणम् अलज्जथाः एताः पाठयन्ति एताः अपाठयन् वयं खिद्यामहे वयम् अखिद्यामहि अहं कार्यक्रमे उत्थाय वदामि अहं कार्यक्रमे उत्थाय अवदम् शिशवः मधुरं भाषन्ते शिशवः मधुरम् अभाषन्त अभाषन्तः सम्यक् अस्तु लक्ष्मी भगिनी अग्रे त्वं गृहं गच्छसि त्वं गृहम् अगच्छः वयं वेदनां सहामहे वयं वेदनाम् असहामहि किञ्चित् युवां खादतः युवाम् अखादतम् चिन्तनेन लाभः अस्ति यदि सर्वदा खादनं पश्यति तर्हि किं भविष्यति चिन्तनं न भविष्यति मनसि न आगमिष्यति भवती एव उक्तवती खलु यत् अभ्यासः अपेक्षितः किन्तु तत् सर्वम् अस्ति चेत् न किमपि अहं यशः लभे अहं यशः अलभे तौ पत्रं लिखतः तौ पत्रम् अलिखताम् ताः स्वकार्यं मन्यन्ते ताः स्वकार्यम् अमन्यन्त ताः कदा पाठशालां प्राप्नुवन्ति ताः कदा पाठशालाम् अप्राप्नुवन् अत्र उपसर्गः अस्ति खलु उपसर्गः अस्ति प्रणासि चेत् किमस्ति आप्नुवन् आवां दुःखं सहावहे आवां दुःखं असावावहि असहावावहि आवां दुःखं असावावहे नाम तत्र अस्ति नाम वः अत्र सः इति धातुः सः ते सहेते सहन्ते सेवते सेवेते सेवन्ते सेवसे न तत्र वर्तमानकाले वदतु सः ते सहेते सहन्ते इति वर्तमानकाले सः धातुः वर्तमानकाले वदति वा सहते सहेते सहन्ते सहसे सहेते सहद्वे सहे सहावहे सहामहे अस्तु इदानीं भूतकाले असहत असहेताम् असहन्त असहः न असहताः असहेताम् असहध्वम् असहे असहावहि असहावहि अन्तिमम् असहे असहावहि असहामहि खलु वाक्यं वदतु इदानीम् आवां दुःखम् असहावहि अग्रे ते महिले श्लोकं वदतः ते महिले श्लोकं वदताम् अवदताम् धीराः देशरक्षार्थं म्रियन्ते धीराः देशरक्षार्थं अम्रियन अम्रियन्ता ते आसन्दे उपविशन्ति ते आसन्दे उपाविशन् वयम् एतेन मोदामहे वयम् एतेन अमोदामहि यूयं गुरुं नमथ यूयं गुरुं अनमत्वम् अत्र आत्मनेपदि अथवा परस्मैपदि लट्लकारे किमस्ति बालकः नमति सर्वं वदतु नमति नमतः नमन्ति अनन्तरं नमसि नमथः नमथ नमामि नमावः नमामः लङि अनमत् अनमताम् अनमन् अनमः अनमतम् अनमत अनमम् अनवम् वयं तदेव वस्तु क्रेतुम् इच्छामः वयं तदेव वस्तुं क्रेतुम् धातोः प्रथमवर्णः स्वरः चेत् वृद्धिः ऐ ऐच्छाम ताः महिलाः बहूनि पत्राणि प्रेषयन्ति अप्रेषयन्ति तत्र बहवः शुनकाः विद्यन्ते अविद्यन्त अहं भारतदेशं गत्वा मित्रेण सह अमोदे बहुवारं परीक्षायाः लेखनेन अपि सम्यक् न भवति इति अस्ति अस्तु बहु समीचीनम् आरब्धवन्तः किञ्चित् अतः नाम दीर्घकरपत्रं किञ्चित् पश्येम तत्र किञ्चित् अस्ति यत् वयं कृतवन्तः किञ्चित् नूतनमपि अस्ति शीघ्रमेव कुर्मः पश्यामि किञ्चित् कर्तुं शक्नुमः लङ्लकारस्य अभ्यासः परस्मैपदिनः धातवः उदाहरणं दृष्ट्वा लकारपरिवर्तनं करोतु खादति अखादत् चलति अचलत् क्रीडन्ति अक्रीडन् त्यजति अत्यजत् भवन्ति अभवन् तिष्ठामि अतिष्ठम् हरतः अहरत् हरति रूपं किमस्ति द्विवचनम् हरतः किमस्ति मध्यमपुरुषः एकवचनम् लग्नकारस्य न न मध्यमपुरुषस्य कः पुरुषः अस्ति हरति हरतः हरन्ति हरतः द्विवचनम् प्रथमपुरुषस्य द्विवचनं खलु गच्छति गच्छतः गच्छन्ति हरति हरतः हरन्ति खलु महोदय तर्हि लग्नकारः अहरतां खलु हरताम् अग्रे नयन्ति अनयन् स्मरतः अस्मरताम् वदन्ति अवदन् पिबसि पिबः पिबत् अपिबत् अपिबः अपिबः अस्तु कृष्ण भगिने पतामि अपतम् रचयामः अरचयाम गायामि अगायम् वसावः अवसाव पचामः अपचाम पठसि अपठः नृत्यन्ति अनृत्यन् स्थापयामि अस्थापयम् मारयसि अमारयः ताडयथः अताडयतम् पाठयति अपाठयत् दर्शयामः अदर्शयाम चिन्तयन्ति अचिन्तयन् सूचयावः असूचयाव चोरयथ अचोरयतम् योजयामि अचोरयत यतो हि विसर्गः नास्ति सत्यं तारयतः इति अतारयतम् चोरयथा इति अचोरयत योजयामि अयोजयम् चिन्तयति चिन्वन्ति अचिन्वन् उदाहरणानुगुणं लकारपरिवर्तनं करोतु बालकः पुस्तकं पठति बालकः पुस्तकम् अपठत् बालिका पत्रं लिखति बालिका पत्रम् अलिखत् भवन्तः श्लोकं वदन्ति भवन्तः श्लोकम् अवदन् अहं फलरसं पिबामि अहं फलरसम् अपिबम् एते घटीं पश्यन्ति एते घटीम् अपश्यन् अध्यापकः पाठं पाठयति अध्यापकः पाठम् अपाठयत् मातरः शाकं कर्तयन्ति मातरः शाकम् अकर्तयन् वयं कार्यालयं गच्छामः वयं कार्यालयम् अगच्छाम पुष्पाणि सुष्यन्ति पुष्पाणि असुष्यन् सेवकौ लताः सिञ्चितः सेवकौ लताः असिञ्चिताम् आरक्षकाः चोरं ताडयन्ति आरक्षकाः चोरम् अताडयन् फलम् अत्र पतति फलम् अत्र अपतत् निर्वाहकाः यात्रापत्रं यच्छन्ति निर्वाहकाः यात्रापत्रं अयच्छन् अयमभ्यासः सम्यक् अस्ति यतोहि तत्र पूर्वमपि कृतवन्तः किन्तु यत् वयं कृतवन्तः इदानीम् अदर्शनेन वयं कुर्मः पूर्वं पुस्तकं दृष्ट्वा वयं कृतवन्तः इदानीम् अदर्शनेन कुर्मः वयं स्यूतान् स्थापयामः वयं स्यूतान् अस्थापयाम चालकाः वाहनानि चालयन्ति चालकाः वाहनानि अचालयन् अहं भोजनं खादामि अहं भोजनम् अखादम् वैद्यः औषधं ददाति वैद्यः औषधम् अददात् नर्तक्यः नृत्यन्ति नर्तक्यः अनृत्यन् बालकौ बालकौ गभीररूपेण चिन्तयतः बालकौ गभीररूपेण चिन्तयताम् अचिन्तयताम् आवां प्रतिदिनं पाठशालां गच्छावः आवां प्रतिदिनं पाठशालाम् अगच्छाव त्वं प्रातःकाले स्नानं कृत्वा वस्त्राणि क्षालयसि त्वं प्रातःकाले स्नानं कृत्वा वस्त्राणि अक्षालयः ते पुरुषाः क्रिकेट् क्रीडन्ति ते पुरुषाः क्रिकेट् अक्रीडन् अहं स्पर्धां पश्यामि अहं स्पर्धाम् अपश्यम् बालिके स्थालिकाः स्थापयतः बालिके स्थालिकाः अस्थापयताम् यूयम् अध्यापकं बहून् प्रश्नान् पृच्छथ यूयम् अध्यापकं बहून् प्रश्नान् अपृच्छत उदाहरणानुसारं लङ्लकारस्य एकवचन द्विवचन बहुवचनरूपाणि वदतु अपठत् अपठताम् अपठन् पिब अपिबत् अपिबताम् अपिबन् लिख अलिखत् अलिखताम् अलिखन् अपश्यत् अपश्यताम् अपश्यन् नै अनयत् अनयताम् अनयन् गच्छ अगच्छत् अगच्छताम् अगच्छन् पृच्छ अपृच्छत् अपृच्छताम् अपृच्छन् सूचयत् सूचयताम् असूचयत् असूचयताम् असूचयन् गणै अगणयत् अगणयताम् अगणयन् मध्यमपुरुषं पट् अपठः अपठतम् अपठत पिब् अपिबः अपिबतम् अपिबत लिख् अलिखः अलिखतम् अलिखत पश् अपश्यः अपश्यतम् अपश्यत नै अनयतः अनयतम् अनयत क्षम्यताम् अनयः अनयतम् अनयः अनयतम् अनयत गच्छ अगच्छः अगच्छतम् अगच्छत पृच्छ अपृच्छः अपृच्छतम् अपृच्छत सूचय सूचय असूचय असूचयतम् असूचयत गणै अगणय अगणयः अगणतम् अगणत उत्तमपुरुष पठ् अपठम अपठाव अपठाम पिब अपिबम अपिबाव अपिबाम लिख अलिखम अलिखाव अलिखाम पश्य अपश्यम अपश्याम अपश्याव अपश्याम नय अनयम अनयाव अनयाम गच्छ अगच्छम अगच्छाव अगच्छाम पृच्छ अपृच्छम अपृच्छाव अपृच्छाम सूचय असूचयम असूचयाव असूचयाम गणय अगणयम अगणयाव अगणयाम पुरुषानुसारं एकवचन द्विवचन बहुवचन रूपाणि वदतु अवदताम अवदत अवदत अवदत अवदन अस्थापयम अस्थापयाव अस्थापयाम अत्यजः अत्यजतम अत्यजत अखादन अखादत अखादताम अमिलतम अमिलः अमिलतम अमिलत अभवाम अभवम अभवाव अभवाम अगच्छत अगच्छः अगच्छतम अगच्छत अपतन अपतत अपतताम अपतन अलिखाव अलिखम अलिखाव अलिखाम अपठत अपठत अपठताम अपठन अकरवम अकरवम अकरवाव अकरवाम रिक्तस्थलानि गम धातोः लङ् लकारस्य उचितरूपैः पूरयतु सः ह्यः विद्यालयं न अगच्छत् एतौ छात्रौ ह्यः भ्रमणाय नगरम् अगच्छताम् ताः बालिकाः अपि ह्यः ग्रामम् अगच्छन् किं त्वम् अपि ह्यः कुत्रचित् अगच्छः अहं तु गृहे एव आसम् कुत्रचित् अपि न अगच्छम् युवां कुत्र अगच्छतम् आवां दर्शनाय प्रयागम् अगच्छाव यूयं कुत्र अगच्छत वयं काशीं अगच्छाव भवान् कदा अगच्छाम भवान् कदा आगच्छत् अगच्छत् अगच्छत् रिक्तस्थानानि पट् धातोः लङ् लकारस्य उचितरूपैः पूरयतु सा पत्रिकाम् अपठत् बालिकाः कथाम् अपठन् तौ व्याकरणं अपठताम् अहम् आदेशान् अलिखम् त्वं अपठम् त्वं गीताम् अगच्छः अपठः वयम् उत्तरपुस्तकाः पुस्तिकाः अपठाम युवां जीवनचरित्रं चरितम् कार्यं न करोति इदानीं जीवनचरित्रम् अपठं अपठः अपठतम् अपठत अपठत अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत युवाम् अपठ अपठतम् अपठतम् अपठतम् अपठतम् भवत्यौ ग्रन्थम् भवत्यौ ग्रन्थम् अपठतम् अत्र वचनं किं भवत्यौ पुरुषः वचनं भवत्यौ द्विवचनं स्त्रीलिङ्गम् भवत्यौ ग्रन्थम् अपठताम् अहं वाक्यानि अपठम् वयं वेदान् अपठाम ते बालिके काव्यम् अपठताम् क्रियापदस्य लङ्लकारस्य उचितरूपेण पूरयतु ते छात्राः पुस्तकम् अपठन् वयं पत्रम् अलिखाम तौ कुत्र तौ कुत्र अगच्छताम् सिंहाः अगर्जन् मयूराः अनृत्यन् अहम् अखादम् तौ कथाम् अलिखताम् आवाम् अङ्कनीम् अयच्छाव ते बालिके गम् ते बालिके अगच्छताम् मेघाः अवृषन् वर्षति मेघाः अवर्षन् अनुजौ श्लोकं वद श्लोकम् अवदताम् अध्यापकाः पाठान पाठयति इति अध्यापकाः पाठान अपाठयन् यूयं लेखनीः यच्छ यूयं लेखनीः अयच्छत आरक्षकौ चोरं तड आरक्षकौ चोरं अताडयताम् सम्यक् कृष्णं भगिनि कृष्णं समापयामः आवाम् अक्रीडाव युवां धातुः वदतु येषां सर्वे लिखति वदतु क्रीड क्रीड इति वदतु आवां क्रीड आवां क्रीड आवाम् अक्रीडाव यूयं युवां पुस्तकं लिख युवां पुस्तकं अलिखतम् अहं शिलाखण्डं अहं शिलाखण्डम् अक्षिपम् सा गीतम् अगायत् पुष्पाणि पुष्पाणि अशुषन् न एकनिमेषः तत्र युकारः अस्ति शुष्यति शुष्यतः शुष्यन्ति अशुष्यन् पुष्पाणि अशुष्यन् त्वं शाकं कृत् त्वं शाकं सम्यक् अस्तु व्यासः कथमस्ति व्यासः कथमस्ति वा अस्तु इदानीं समयः जातः इति अहं मन्ये चतुर्वादनमस्ति सर्वे गृहं गत्वा पुस्तकस्य दर्शनेन पूरयन्तु पुस्तकस्य दर्शनेन किं भवति यत् चिन्तनं न भवति सर्वे कुर्वन्तु केवलं नाम पुरतः केवलम् एतत् स्यात् अन्यत् किमपि न स्यात् तदानीमेव अस्माकं चिन्तनं भवति सम्यक् अस्ति वा अस्तु नमस्कारः।